पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 48 ब्रह्मोवाच अतः परं तु विप्रर्षे चाण्डालपतितो द्विजः प्रलप्य च बहून् शोकान् जगाम कश्यपं मुनिं गत्वोवाच मुनिश्रेष्ठ वदास्माकं हितं वचः यथा पापाद्विमुच्येऽहं मुनिश्रेष्ठ तथा कुरु तमुवाच महातेज ईषद्धास्य समन्ततः कश्यप उवाच सन्दर्शनाच्च म्लेशानामुपशान्तोऽसि वै स्वयम् गायत्र्याश्च जपैर्होमैर्व्रतैश्चान्द्रायणदिभिः स्मर नित्यं हरे पादमुपोष्य हरिवासरम् अहर्निशं हरेर्ध्यानं प्रणामं कुरु तं प्रभुं तीर्थस्नानेन मन्त्रेण पङ्कस्यां तं गमिष्यसि ततः पापक्षया देवब्राह्मणत्वं च लप्स्यसे व्रतैर्वृषाधिकैर्मोक्षं नाशयन् कल्मषं द्विज मुनेस्तस्य वच श्रुत्वा कृतकृत्यो भवत्तदा पुण्यं स विविधं कृत्वा पुनर्ब्रह्मत्वामाप्तवान् ततस्तप्त्वा तपस्तीव्रं स्वर्लोकं चिरमभ्यगाद सद्वृत्तस्याखिलं पापं क्षयं यादि दिने दिने असद्वृत्तस्य पुण्यं हि क्षयं यात्यं जनोपमम् अनाचाराद्धतो विप्र आचारात् सुरतां व्रजेद तथ खण्डगद्धैः प्राणैराचारं कुरुते द्विजः कर्मणा मनसाङ्गेन सदाचारं सदा कुरु कश्यपस्योपदेशेन स विनीतो भवद्विजः आचारं तु पुनः कृत्वा तपस्तप्तत्वा दिवं गतः अनाचारीहदो विप्रस्वर्गलोकेषु गर्हितः आचारं तु पुनः कृत्वा सुरलोके महीयते नारद उवाच प्राप्नुवन्ति गतिं लोकाः पूजयित्वा द्विजोत्तमान् द्विजानां पीडनं कृत्वा गतिं गच्छति कां प्रभो ब्रह्मोवाच क्षुधा सन्तप्तदेहानां ब्राह्मणानां महात्मनां नार्चयेच्छक्रिदो भक्रिया स यादि नरकं नरः परुषेण क्रोशयित्वा क्रोधाद्यस्तु विसर्जयेद स यादि नरकं घोरं महारौरवकृत्स्रकम् सन्निवृत्तस्तदः क्रीडाद्यन्त्यजादिषु जायते ततो रोगी दरिद्रस्तु क्षुधया परिपीडितः नावमन्येत्तदो विप्रं क्षुधया गृहमागतं न ददामीति यो ब्रूयाद्देवाग्निब्राह्मणेषु सह तिर्यज्ञोनिषदं गत्वा चाण्डालमुपगच्छति पादमुद्यम्य यो विप्रं हन्दिगां पितरौ गुरुं रौरवेणि यदो वासस्तस्य नास्तीह निष्कृतिः यदि पुण्याद्भवेज्जन्म स एव पङ्गुदां व्रजेत अतिदीनो विषादी च दुःखशोकाभिपीडितः एवं जन्मत्रयं प्राप्य भवेत्तस्य च निष्कृतिः मुष्टि च पेडकीलैश्च हन्याद्विप्रं तुह्यपुमान् तापने रौरवे घोरे कल्पान्तं सोऽपि तिष्ठति अध जन्म समासाद्य कुक्कुरः क्रूरचण्डकः अन्त्यजातिषु जातोऽपि दरिद्रः कुक्षि शूलवान् पादमुद्यच्छते वा यस्तस्य पादे शिलीपदः खं जो वा मन्दजखो वा खण्डपादो भवेन्नरः पक्षवादेन चाङ्गानि प्रकम्पन्ते सदैव हि मातरं पितरं विप्रं स्नातकं च तपस्विनम् हत्वा गुरुगणं क्रोधान् कुम्भीपाके चिरं भवेद उषित्वा चैव जायेद हीडजादिषु तत्परम् विरुद्धं परुषं वाक्यं यो वदेद्धि द्विजातिषु अष्टौ कुष्ठाः प्रजायं ते तस्य देहे दृढं सुत विचर्चिकाथ ददृश्च मण्डलशुक्रि सिद्ध्मकौ कालकुष्ठस्तथा शुक्लस्तरुणश्चादिदारुणः ततो भिषक्प्रयोगे च पापात्पुण्यं पलायते अपुण्याज्जलरेखेव तेनैव निधनं व्रजेद येषां मध्ये मका कुष्ठाश्रय एव प्रकीर्तिताः कालकुष्ठस्तथा शुक्लस्तरुणश्चादिदारुणः महापादकभावानां ज्ञानात् संसर्गतोऽपि वा अधिपादकिनामेव त्रयो देहे भवन्ति वै संसर्गात् सह संवादाद्रोगसञ्चरदे नृणां दूरात् परित्यजे धीरस्पृष्ट्वा स्नानं समाचरेद पतितं कुष्ठसंयुक्तं चाण्डालं च गवाशिनं स्वानं रजस्वलां भिल्लं स्पृष्ट्वा स्नानं समाचरेद दुरितस्यानुरूपेण देहे कुष्ठाव्यवस्थिताः इह लोके परत्रैवाप्यत्र नास्ति दुःसंशयाः न्यायेनोपार्जितां वृत्तिं ब्रह्मस्वं हरदे तु यः अक्षयं नरकं प्राप्य पुनर्जन्मन विद्यते पिशुनो यस्तु विप्राणां रन्ध्रान्वेषणतत्परः तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलो जलमाविशेद ब्रह्मस्वं प्रणयाद्भुक्तं दहत्या सप्तमं कुलं विक्रमेण दु भुञ्जानो दश पूर्वान् दशापरान् न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकं मोहाश्च मातरं गत्वा ब्राह्मणीं च गुरोस्त्रियं पतित्वा रौरवे घोरे पुनरुत्पत्तिदुर्लभः पदन्ति पितरस्तस्य कुम्भीपाकेधतापने अवीचिकालसूत्रे च महारौरवरौरवे कदाचिदपि वा तेषां निष्कृतिं नानुमे निरे प्राणं हत्वा द्विजातीनां स्वयं यात्यपुनर्भवम् पदन्ति पुरुषास्तस्य रौरवे च सहस्रशः नारद उवाच सर्वेषामेव विप्राणां वधे च पातकं समं विषमं वा कुतस्तिष्ठे तत्त्वतो वक्तुमर्हसि ब्रह्मोवाच हत्वा विप्रं ध्रुवं पुत्र पादकं यदुदाहृतम् लभते ब्रह्महापुरं वक्तव्यं चापरं शृणु लक्षकोटिसहस्राणां ब्राह्मणानां वधं भजेद वेदशास्त्रयुधं हत्वा श्रोत्रियं विदितेन्द्रियं विप्रं च वैष्णवं हत्वा तस्माद्दशगुणोत्तरं स्ववंशान् पादयित्वा तु पुनर्जन्मनविं ददे त्रिवेदं स्नातकं हत्वा वधस्यान्तं न विन्ददे श्रोत्रियं च सदाचारं तीर्थमन्त्रप्रभूतकम् ईदृश्यं ब्राह्मणं हन्तुपापस्यान्तो न विद्यते अपकारं समुद्दिश्य द्विजप्राणान् परित्यजेत् दृश्यते येन चान्येन ब्रह्महास भवेन्नरः वचोभिपरुषैर्वृत्तैः पीडितस्ताडितो द्विजः यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मकादिनम् ऋषयो मुनयो देवा सर्वे ब्रह्मविदस्तथा देशानां पार्थिवानां च स च वद्यो भवेदिह अदो ब्रह्मवधं प्राप्य पितृभिः सह पच्यते प्रायोपवेशकं विप्रं बुध सम्मानये ध्रुवम् दोषैश्चापि विनिर्मुक्तमुद्दिश्य प्राणमुत्सृजेद स प्रलिप्तो वधैर्घोरैर्न तु यं परिकीर्तयेद आत्मखादं द्रुमारोहं कोडरैरूपजीविनं यः कुर्यादात्मनोखादं स्ववंशे ब्रह्मः भवेद् भ्रूणं च खादयेद्यस्तु शिशुं वा आदुरं गुरुं ब्रह्मः स्वयमेव स्यान्न तु यं परिकीर्तयेद् मारये च स गोत्रं वा ब्राह्मणं ब्राह्मणाधमः तस्यैव तत् भवेत् पापं न तु यं परिकीर्तयेत् पीडयित्वा द्विजं शूद्रस्वकार्यं चापि साधयेत् तत्रा पापे च शूद्रस्य पातकं नान्यथा भवेद् तात्कालिकवधं हत्वा हन्तारमादतायिनं न च हन्ता च तत्पापैर्लिप्यते द्विजसत्तम आदतायिन मायान्धमपि वेदान्तगम्रणे जिघांसं तं जिघांसेच्च न तेन ब्रह्मः भवेद अग्निदो गरधश्चैव धनहारी च सुप्तकः क्षेत्रकारापहारी च षडेदे ह्यादतायिनः खलो राजवधोद्योगी पितॄणां च वधेरतः अनुयायी नृपो राज्ञश्चत्वारश्चादतायिनः तत्क्षणान्नमृतं विप्रं पुनर्हन्तुं न युज्यते पुनर्हत्वा वधं घोरं ज्ञानात् प्राप्नोति निश्चितम् लोके विप्रसमो नास्ति पूजनीयो जगद्गुरुः अत्वा तं यद्भवेत् पापं तत्परं न च विद्यते देववत्पूजनीयोऽसौ देवासुरगणैर्नरैः ब्राह्मणस्य समो नास्ति त्रिषु लोकेषु निश्चितम् नारद उवाच कां वृत्तिं समुपाश्रित्य जीवितव्यं द्विजेन हि अपानेन सुरश्रेष्ठतत्त्वतो वक्तुमर्हसि ब्रह्मोवाच अयाचिता च या भिक्षा प्रशस्ता सा प्रकीर्तिता कुञ्च वृत्तिस्ततो भद्रा सुभद्रा सर्ववृत्तिषु यामाश्रित्य मुनिश्रेष्ठा गच्छन्ति ब्रह्मणः पदम् दक्षिणा यज्ञशेषाणां ग्राह्या यज्ञगतेन हि पाठनं याजनं कृत्वा गृहीतव्यं धनं द्विजैः पाठयित्वा पठित्वा च कृत्वा स्वस्त्ययनं शुभं ब्राह्मणानामिदं जीव्यं शिष्टा वृत्तिप्रतिग्रहः शास्त्रोपजीविनो धन्या धन्या वृक्षोपजीविनः धन्या वृक्षलता जीव्या वाणीसस्योपजीविनः अन्नजन्तुवधे पापं तस्य दोषोपशान्तये नवधान्यानि शस्तानि विप्रेभ्यः सम्प्रदापयेत् न चेत् प्राणिवधे ह्यत्र क्षीयन्ते चायुषो ध्रुवं तस्माद्दद्यासु बहूनि पितृदेवद्विजादिषु अभावाक्षत्रिया वृत्तिर्ब्राह्मणैरुपजीव्यते न्याययुद्धेषु योद्धव्यं चरेद्वीरव्रतं शुभं सताया च द्विजो वृत्त्या यद्धनं लभते नृपाद पितृयज्ञादिदानेषु मेध्यं तद्धनमुच्यते समाभ्य सेत् धनुर्विद्यां वेदयुक्तां सदा नखः शक्तिहुन्दगदा खड्गपरिकाणां समन्तदः अश्वारोहं गजारोहमहीन्द्रजालममानकं रथभूमिगदं युद्धं युक्तं सर्वत्र कारयेद द्विजदेव ध्रुवाणां च स्त्रीणां वृत्तं तपस्विनां साधु साध्वी गुरूणां च नृपाणां रक्षणाध्रुवं यत्पुण्यं लभते शूरैकथं तद्ब्रह्मवादिभिः सर्वपापक्षयं कृत्वा सोऽक्षयं स्वर्गमश्नुदे सम्मुखे न्याययुद्धे च पतन्ति ब्राह्मणारणे ते व्रजन्ति परं स्थानं न गम्यं ब्रह्मवादिनां धर्मयुद्धस्य यद्वृत्तं शृणु पुण्यं यथार्थतः सम्मुखेन प्रयुध्यन्ते न च गच्छन्ति कारणं न भग्नं पृष्ठदोघ्नन्ति निःशस्त्रं प्रपलायितम् अयुध्यमानं भीरुं च पतितं गतकल्मषम् असच्छूद्रं स्तुतिप्रीदमाघवे शरणागतम् अत्वा च नरकं यान्ति दुर्वृत्ता जयकाङ्क्षिणः एषा च क्षत्रिया वृत्तिः सदाचारैस्तु गीयते रामाश्रित्य दिवं यान्ति सर्वक्षत्रियकुञ्जराः धर्मयुद्धे शुभे मृत्युसम्मुखे क्षत्रियस्य च अत्र भूतो भवेत्सोऽपि सर्वपापैः प्रमुच्यते स तिष्ठे स्वर्गलोके च प्रासादे रत्नभूषिते जम्बूनदमयस्तम्भे रत्नभूषितभूतले इष्टद्रव्यैः सुसम्पूर्णे दिव्यवस्त्रोपशोभिते पुरधकल्पवृक्षाश्च तिष्ठन्ति सर्वदायिनः वापी कूप तडाकाद्यैरुद्यानैरुपशोभिते यौवनाढ्याश्च सेवन्ते तं देव पुरकन्यकाः तस्याग्रतो मुदा नित्यं नृत्यं त्यप्सरसां गणाः गीतं गायन्ति गन्धर्वा देवाश्च स्तुतिपाठकाः एवं क्रमेण कल्पान्ते सार्वभौमो भवेन्नृपः सर्वभोगैककर्ता च नीरुङ्मन्मथ विग्रहः तस्य पत्न्यप्ररूपाढ्याः सदैव यौवनान्विताः धर्मशीला सुधा शुभ्रा समृद्धा पितृसम्मताः एवं क्रमेण भुञ्जन्ति सप्तजन्मसु क्षत्रियाः अन्यायेन तु योद्धारतिष्ठन्ति नरके चिरम् एवं च क्षत्रिया वृत्तिर्ब्राह्मणैरुपजीव्यते वैश्यैः शूद्रैस्तधान्यैश्च अन्त्यजैर्म्लेच्छजातिभिः यजयोधा प्रयुध्यन्ते न्याययुद्धेन सर्वदा तेऽपि यान्ति परं स्थानं सर्वे वर्णाद्विजादयः न शूरो यो द्विजो भीरुराष्ट्रशस्त्रविवर्जितः विपत्तौ वैश्यवृत्तिं च कारयेद्विजसत्तमः वैश्यवृत्तिं वणिग्भावं कृषिं चैव तथा परैः कारयेत् कृषिवाणिज्यं विप्रकर्म न च त्यजेद वणिग्भावान् मृषात्युक्तौ दुर्गतिं प्राप्नुयाद्विजः आर्द्रद्रव्यं परित्यज्य ब्राह्मणो लभते शिवं समुत्पाद्य ततो वृत्तिं दद्याद्विप्राय सर्वशः पितृयज्ञे तथा चाज्ञौ जुहुयाद्विधिवद्विजः तुले सत्यं न कर्तव्यं तुला धर्मप्रतिष्ठिता छलभावं तुले कृत्वा नरकं प्रतिपद्यते अतुलं चापि यद्रव्यं तत्र मिथ्या परित्यजेत् एवं मिथ्या न कर्तव्या मृषा पापप्रसूदिका नास्ति सत्यात् परो धर्मो नानृतात् पादकं परम् अथ सर्वेषु कार्येषु सत्यमेव विशिष्यते अश्वमेधसहस्रं तु सत्यं च तुलयाधृतम् अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते यो वदे सर्वकार्येषु सत्यं मिथ्या परित्यजेद स निस्तरति दुर्गाणि स्वर्गमक्षयमश्नुदे वाणिज्यं कारयेद्विप्रो मिथ्यावश्यं परित्यजेत् वृद्धिं च निक्षिपेत्तीर्थे स्वयं शेषं तु भोजयेद् देहक्लेशा तत्सहस्रगुणं भवति सर्वदा अर्धार्जनविधौ मर्त्या विशन्ति विषमे जले कान्तारमटवीं चैव श्वापदै सेवितां तथा गिरिं गिरिगुहां दुर्गां म्लेच्छानां शस्त्रपादिनां गृहं प्रतिभयं स्थानं धनलोभात् समं ततः सुतदारान् परित्यज्य दूरं गच्छन्ति लोभिनः स्कन्धे भारं वहं त्यन्ये सर्यां चक्रे निपातनैः क्षेपणीभिर्महादुःखैः सदा प्राणव्ययेन च अर्थस्य संचयः पुत्र प्राणात् प्रियतरो महान् येभिर्न्यायार्जितं वित्तं वणिग्भावेन यत्नदः पितृदेवद्विजादिभ्यो दत्तं चाक्षयमश्नुदे एतौ दोषौ महान्तौ च वाणिज्ये लाभकर्मणि लोभानामपरित्यागे मृषाग्राह्यश्च विक्रयः एतौ दोषौ परित्यज्य कुर्यादर्थार्जनं बुधः अक्षयं लभते दानाद्वणि दोषैर्न लिप्यते पुण्यकर्मरतो विप्रः कृषिं हि परिकारयेद् वाहयेद्दिवसस्यार्धं बलिवर्धचतुष्टयम् अभावातृदयं चैव अविश्रामं न कारयेद् चारयेच्च तृणेच्छिन्नै चोरव्याघ्रविवर्जिते दद्यात्खासं यथेष्टं च नित्यमादर्पयेत् स्वयं गोष्ठं च कारयेत्तस्य किञ्चिद्विघ्नविवर्जितं सदा गोमयमूत्राभ्यां विघ्नसैश्च विवर्जितं नमलं निक्षिपेत् गोष्ठे सर्वदेवनिकेतने आत्मनः शयनीयस्य सदृशं कारयेद्बुधः समं निर्वाप यद्यत्नाच्छीद वादरजस्तथा प्राणस्य सदृशं पश्येद्गाञ्च सामान्यविग्रहम् अस्य देहे सुखं दुःखं तथा तस्यैव कल्पते अनेन विधिना यस्तु कृषिकर्मणि कारयेत् स च गो वाहनैर्दोषैर्न लिप्येद धनी भवेद् दुर्बलं पीडयेद्यस्तु तथैव गतसंयुधम् अधिबालादिवृद्धं च स गोहत्यां समालभेद विषमं वाहयेद्यस्तु दुर्बलं सबलं तथा स गोहत्या समं पापं प्राप्नोतीह न संशयः यो वाहयेद्विना सस्यं खादन्तं गां निवारयेद् मोहातृणं जलं वापि स गोहत्या समं लभेद सङ्क्रान्त्यां पौर्णमास्यां चामावास्यायां तथैव च हलस्य वाहनात् पापं गवामयुधहत्यया अमोषु पूजयेद्यस्तु सिद्धैश्चित्रादिभिर्नरः कज्जलैः कुसुमैस्तैलैः सोक्षयं स्वर्गमश्नुते का समुष्टिं परगवे यो ददाति सदाग्निकं सर्वपापक्षयस्य स्वर्गं चाक्षयमश्नुदे यथा विप्रस्तथा गौश्च द्वयो पूजाफलं समं विचारे ब्राह्मणो मुख्यो नृणां गावः पशौ तथा नारद उवाच विप्रो ब्रह्ममुखे जाधकथितो मे त्वया नख कथं गोभिः समो नाथ विस्मयो मे विधे ध्रुवं ब्रह्मोवाच शृणु चात्र यथा तव्यं ब्राह्मणानां गवां यथा एकपिण्डक्रियैक्यं तु पुरुषैर्निर्मिदं पुरा पुरा ब्रह्ममुखोद्भूतं कूडं तेजोमयं महद चतुर्भागप्रजातं तद्वेदोऽग्निर्गौ द्विजस्तथा प्राक्तेजः सम्भवो वेदो वह्निरेव तथैव च परदो गौ तथा विप्रो जातश्चैव पृथक् पृथक् तत्र सृष्टा मया चादौ वेदाश्चत्वार एकशः स्थित्यर्थं सर्वलोकानां भुवनानां समं ददः अग्निर्हव्यानि भुञ्जीद देवहेदोस्तथा द्विजः आज्यं गो प्रभवं विद्धि तस्मादेदे प्रसूदकाः न सन्ति यदि लोकेषु चत्वारोमी महत्तराः तदा किलं च भुवनं नष्टं स्थावरजङ्गमं येभिर्धृताः सदा लोका प्रतिष्ठन्ति स्वभावतः स्वभावो ब्रह्मरूपो सा वेदे ब्रह्म मया स्मृताः तस्माद्गौ पूजनीयोऽसौ विप्रदेवासुरैरपि उदारः सर्वकार्येषु जातस्तद्भ्यो गुणाकरः सर्वदेवमयसाक्षात् सर्वसत्त्वानुकम्पकः अस्य कार्यं मया सृष्टं पुरैव पोषणं प्रति एत एव मया दत्तं वरं चादिसुशोभनम् एकजन्मनिदे मोक्षस्तवास्त्विति विनिश्चितम् अत्रैव ये मृदा गावस्त्वा गच्छन्ति ममालयं पापस्य गणमात्रं तु तेषां देहेन तिष्ठति देवी गौर्धेनुका देवाश्चादिदेवी त्रिशक्तिका प्रसादाद्यस्य यज्ञानां प्रभवो हि विनिश्चितः गवां सर्वपवित्राणि पुनन्ति सकलं जगद मूत्रं गोर्गोमयं क्षीरं दधि सर्पिस्तथैव च अमीषां भक्षणे पापं न तिष्ठन्ति कलेवरे तस्माद्धृतं दधि क्षीरं नित्यं खादन्ति धार्मिकाः विशिष्टं सर्वद्रव्येषु गव्यमिष्टं परं शुभं यस्यास्य भोजनं नास्ति तस्य मूर्तिस्तु पूतिका अन्नाद्यं पञ्चरात्रेण सप्तरात्रेण वै पयः दधि विंशतिरात्रेण कृतं स्यान् मासमेककम् अगव्यैर्यस्तु भुङ्क्ते वै मासमेकं निरन्तरं भोजने तस्य मर्त्यस्य प्रेदाखादम्बि चैव हि परमान्नं परं शुद्धं स्विन्नं चातपतण्डुलैः भुक्त्वा तु यत्कृतं पुण्यं कोटिकोटिगुणं भवेद् अन्यच्चापि च यद्द्रव्यं भविष्यं शास्त्रनिर्मितं तद्भुक्तवा यत्कृतं कर्म सर्वं लक्षगुणं भवेद् निरामिषं च यत्किञ्चित् तस्माद्यद्यद्फलं लभेद तस्माद्भौ सर्वकार्येषु शस्त एको युगे युगे सर्वदा सर्वकामेषु धर्मकामार्थमोक्षदः नारद उवाच केषु किं वा प्रयोगेण परं पुण्यं प्रकीर्तितं वद तत्सर्वलोकेश यथा जानामि तत्त्वदः ब्रह्मोवाच सकृत्प्रदक्षिणं कृत्वा गोधनं चापि वन्दयेद् सर्वपापैर्विनिमुक्तः स्वर्गं चाक्षयमश्नुदे सुराचार्यो यथा वन्द्य पूज्योऽसौ माधवो यथा सप्तप्रदक्षिणं कृत्वा चैश्वर्यात् पाकशासनः कल्य उद्धाय गोमध्ये पात्रं गृह्य सहोदकं निशिं चेद्यो गवां शृङ्गं मस्तकेनैव तज्जलं प्रदीच्छेद निराहारस्तस्य पुण्यं निबोधत श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु नारद सिद्धचारणयुक्तानि सेवितानि महर्षिभिः अभिषेकसमस्तेषां गवां शृङ्गोदकस्य च प्रादरुद्धाय यो मर्त्य स्पृशेद्गां च हृदं मधु सर्षपांश्च प्रियङ्गुंश्च कल्मषात् प्रतिमुच्यते कृतक्षीरप्रदा गावो कृतयोन्यो कृतोद्भवाः कृतनद्यो कृतावर्तास्ता मे सन्धु सदा गृहे कृतं मे सर्वगात्रेषु कृतं मे मनसि स्थितं गावो मम कृतो नित्यं गावपृष्ठदयेव च गावश्च सर्वगात्रेषु गवामध्ये वसाम्यहम् इत्याचम्य जपेन्मन्त्रं सायं प्रादरिदं शुचिः सर्वपापक्षयस्तस्य स्वर्लोके पूजितो भवेद् यथा गौश्च तथा विप्रो यथा विप्रस्तथा हरिः हरिर्यथा तथा गङ्गा येदेन ह्यवृषा स्मृताः गावो बन्धुर्मनुष्याणां मनुष्या बान्धवा गवां गौश्च यस्मिन् गृहे नास्ति तत् बन्धुरहितं गृहं गोमुखे चाश्रिता वेदा सषडङ्गपदक्रमाः शृङ्गयोश्च स्थितौ नित्यं सहैव हरिकेशवौ उदरे वस्थितस्कन्धः शीर्षे ब्रह्मा स्थितः सदा वृषध्वजो ललाटे च शृङ्गाग्र इन्द्र एव च कर्णयोरश्विनौ देवौ चक्षुषो शशिभास्करौ दन्तेषु गरुडो जीवो जिह्वायां च सरस्वती अपाने सर्वतीर्थानि प्रस्रावे चैव जाह्नवि ऋषयो रोमकूपेषु मुखत पृष्ठतो यमः धनदो वरुणश्चैव दक्षिणं पार्श्वमाश्रितौ वामपार्श्वे स्थिता यक्षास्तेजस्वं तो महाबलाः मुखमध्ये जगन्धर्वानासाग्रे पन्नगास्तथा कुराणां पश्चिमे पार्श्वे सरसश्च समाश्रिताः गोमये वसदे लक्ष्मीर्गोमूत्रे सर्वमङ्गला पादाग्रे केचरा वेद्या हम्भाशब्दो प्रजापतिः चत्वारः सागराः पूर्णा धेनूनां च स्थनेषु वै गां च स्पृशति यो नित्यं स्नादो भवति नित्यशः अधोमर्त्यप्रपुष्ठैस्तु सर्वपापैः प्रमुच्यते गवां रजःकुरोद्धूतं शिरसा यस्तु धारयेद स च तीर्थजले स्नाद सर्वपापैः प्रमुच्यते नारद उवाच गवां च दशवर्णानां कस्य दाने च किं फलं ब्रूहि तत्त्वं गुरुश्रेष्ठ परमेष्टिन् प्रियं यदि ब्रह्म उवाच श्वेदाङ्गां ब्राह्मणे दत्त्वा मानवच्छेश्वरो भवेद प्रासादे वसते नित्यं भोगी च सुखमेधते धूम्रादुस्वर्गकान्तारसंसारे पापमोक्षिणी अक्षयं कपिलादानं कृष्णा दत्त्वा न सेदति पाण्डुरादुर्लभालोके गौरी च कुलनन्दिनी रक्ताक्षी रूपकामस्य धनकामस्य नीलिका एकाञ्च कपिलां दत्त्वा सर्वपापैः प्रमुच्यते यत्तु बाल्यकृतं पापं यौवने वार्धके कृतं वाचाकृतं कर्मकृतं मनसा यत् प्रचिन्तितम् अगम्यागमनं चैव मित्रद्रोहे च पादकं मानकूडं तुलाकूडं कन्यानृतं गवानृतं सर्वं च नाशयेत्क्षिप्त्रं कपिलां यः प्रयच्छति दशयोजनविस्तीर्णा महापारामहानदी नाराजजलकान्तारे प्रसृते चोदकर्णवे यावद्वत्सस्यदौ पादौ मुखं यावन्न जायते तावद्गौ पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति सुवर्णशृङ्गीं वस्त्राढ्यां सर्वालङ्कारभूषितां ताम्रपृष्ठिं रौप्यखुरां तथा कांस्योपदोकनां शोभितां गन्धपुष्पैश्च सर्वालङ्कारभूषितां ईदृशीं कपिलां दध्याद्विजातौ वेदपारके सर्वपापक्षयस्तस्य विष्णुलोकेच्युतो भवेद तस्यां तु दुह्यमानायां भूमौ पतन्ति बिन्दवः आरामादिविजायन्ते बहुपुष्पफलोत्तमः यत्र कामफला वृक्षा नद्यः पायसकर्दमाः प्रासादाश्चापि सौवर्णस्तत्र गच्छन्ति गोप्रदाः दशधेनुश्च यो दद्यादेकं चैव धुरन्धरम् समानं तु फलं प्रोक्तं ब्रह्मणा समुदाहृतम् एकं च दशभिर्दद्या सहस्राणां शतं फलं तस्यानुसारदो वेद्यं फलं नारदयत्नदः पितृनुद्दिश्य यः पुत्रो वृषं च मोक्षयेद्भुवि पितरो विष्णुलोकेषु महीयन्ते यथेप्सितम् चदस्रो वत्सत्तल्यश्च एकस्यैव वृषस्य च मोक्ष्यं ते सर्वदपुत्रविधिरेष सनातनः यावन्ति चैव रोमाणि तस्य तासां च सर्वशः तावद्वर्षसहस्राणि स्वर्गं भुञ्जन्ति मानवाः लाङ्गूलेन वृषो यच्च जलं चोत्क्षिपदि ध्रुवम् तत्तोयं तु सहस्राद्धं पितॄणामृतं भवेद पुरेण कर्षयेद्भूमिं तदो लोष्ठं च कर्दमः पितृभ्यश्च स्वधा तत्र लक्षकोटिगुणं भवेद। विद्यमाने जनके यदि माता विनश्यति सन्तनेनाङ्गिता धेनुस्तस्या स्वर्गाय दीयते। दाता चैव पितॄणां चरणं चैव प्रमुञ्चति अक्षयं लभते स्वर्गं पूजितो मघवा यथा सर्वलक्षणसंयुक्ता तरुणा गौपयास्विनी समा प्रसूदिका भद्रा सा च गौ पृथिवी स्मृता। तस्य दानेन मन्त्रस्य पृथ्वीदानसमं फलं शतक्रतुसमो मर्त्य कुलमुद्धरदे शतं गवां च हरणं कृत्वा मृदे गोरथवत्सके कृमिपूर्णे स कूपे च तिष्ठेदाभूतसम्प्लवं गवां चैव वधं कृत्वा पितृभिः सह पच्यते रौरवे नरके कोरे तावत्कालं प्रतिक्रिया गोप्रचारप्रभग्नश्च शब्दवाहनबन्धनः अक्षयं नरकं प्रायान् पुनर्जन्मनि जन्मनि सकृच्च श्रावयेद्यस्तु कथां पुण्यतमामिमां सर्वपापक्षयस्तस्य देवैश्च सह मोदते। य इदं शृणुयाद्वापि परं पुण्यतमं महद सप्तजन्मकृतात् पापान्मुच्यते तत्क्षणेन हि। इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे गोमाहात्म्यं नामाष्टचत्वारिंशत्तमोऽध्यायः। ॐ